गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं हेत्वाभासः इति प्रकरणः तस्मिन् विषये पुनर्चिन्तनं जायमानमस्ति गते वर्गे पर्वतः धूमवान् वह्निमत्वात् इति उदाहरणम् अस्माभिः दृष्टम् तर्हि इदानीम् अग्रिम उदाहरणमस्ति पर्वतः धूमवान् वह्नेः इति उदाहरणम् तावदेव पुस्तके दत्तमस्ति तर्हि यथा इति वयमेव वक्तव्यं तदहं स्थापयामि अस्तु मेहुल् महोदय आरब्धुं करोति वा हा आं महोदय अस्तु तर्हि पर्वतः प्रथमं तत्र उदाहरणं वदतु पर्वतः धूमवान् वह्नेः अत्र वह्नेः इति भवति वा वन् ओ अत्र पञ्चमी इति वह्नेः कवेः वह्निः इति हेतुः सत्यं कविः तर्हि कवेः तथैव वह्नेः सत्यम् इकारान्त आं सत्यं पर्वतः इति पक्षः धूमः इति साध्यं वह्निः इति हेतुः पर्वतः धूमवान् वह्निः यथा महानसम् उत्तमं तत्रापि महानसम् उदाहरणत्वेन दातुं शक्यते आम् आम् यथा महानसम् अस्तु समीचीनं अस्तु अत्र द्वितीयमस्ति पक्षः साधयतु इति हा अभवत् तृतीयं पक्षः प्रसिद्धः किं तर्हि पर्वतः इति प्रसिद्धः प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते अतः तद् प्रसिद्धः एव सत्यं साध्यमपि प्रसिद्धं धूमः इति अपि प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते अतः तदपि साध्यं तदपि प्रसिद्धं पक्षे साध्यं भवितुम् अर्हति वा धूमः पर्वते भवितुम् अर्हति आम् सत्यं केन प्रमाणेन पुनः प्रत्यक्षप्रमाणेन धूमः दृश्यते पर्वते अस्तु अत्र आम् चेत् अनुमितिः सिद्धा अस्तु इत्युक्ते अनुमितेः प्रतिबन्धकः नास्ति नास्ति हा सत्यं यदि साध्य पक्षः अपि सिद्धः अस्ति साध्यमपि सिद्धमस्ति अपि च साध्यपक्षयोः मध्ये सम्बन्धः अपि भवितुमर्हति चेत् अनुमितिः अपि भवति पर्वतः धूमवान् इति अनुमितेः प्रतिबन्धः न भवितुमर्हति खलु सत्यम् अस्तु तर्हि इदानीं परामर्शे प्रतिबन्धकम् अस्ति वा न वा इति चिन्तनम् अग्रे चिन्तनार्थम् अग्रे गच्छतु अस्तु हा तर्हि सोपाने प्रथमम् अनुमितिः भवति वा इति चिन्तनीयम् अनुमितिः कदा न भवति यदि पक्षः एव असिद्धः नो चेत् साध्यमेव असिद्धं नो चेत् तयोः मध्ये सम्बन्धः असिद्धः अस्ति चेत् अनुमितिः एव न जायते सत्यं तर्हि तस्मिन् स्तरे एव स्थगितुं शक्नुमः हेत्वाभासः कल्पयितुं शक्यते तत्र केवलं प्रतिबन्धकज्ञानं किम् इति उक्त्वा समानाकारकत्वम् उक्त्वा तदनन्तरं समूह आलम्बनज्ञानं कल्प्य यत्किमपि हेतुः भवतु यत्किमपि हेतुः भवितुम् तर्हि यः कोऽपि हेतुः भवतु तर्हि तत्र केवलं समूह आलम्बनज्ञानम् एकं कल्प्य तत्र दुष्टत्वं सम्पादनीयं तावदेव तर्हि इदानीं पर्वतः धूमवान् इति अनुमितिं प्रति किमपि प्रतिबन्धकं नास्ति तत्तु जातुम् अर्हत्येव इति कृत्वा इदानीं परामर्शस्य विषये चिन्तनीयम् अस्तु तर्हि इदानीं षष्ठसोपानम् अस्तु षष्ठ अस्ति पक्षधर्मता हेतौ हेतुमत्वं पक्षे अस्ति किम् अस्तु तर्हि हेतु अस्ति अत्र वह्निः इति हेतुः पर्वते भवितुमर्हति तर्हि पक्षधर्मता हेतौ अस्ति भवितुमर्हति किमर्थमित्युक्ते वह्निः पर्वते भवितुमर्हति अतः इत्युक्ते पर्वतः वह्निमान् इति ज्ञानं जातुमर्हति जातुमर्हति सत्यं पर्वत पक्षः हेतुमान् इति तदेव पक्षधर्मता खलु पक्षधर्मता हेतौ भवेत् हेतुमत्वं पक्षे भवेत् समानम् उभयमपि समानमेव समानमेव सत्यं अधिकरणं किम् इति पक्षधर्मता पक्षधर्मतायाः अधिकरणमस्ति हेतुः हेतुमत्वस्य प्रति अधिकरणमस्ति पक्षः आम् सत्यम् अस्तु तर्हि षष्ठसोपानमपि अस्मिन् सन्दर्भे जातुमर्हति आम् आम् अस्तु अग्रे अस्तु अधुना व्याप्तिपरिशीलनम् अत्र पक्षधर्मता सिद्धा तर्हि हेतुः कीदृशः अन्वयव्यतिरेकी केवलान् वै केवलव्यतिरेकी वा इति चिन्तनीयं तद् तत्र स्थापितमस्ति इत्युक्ते अनन्तरं चिन्तयेम तस्मिन् विषये इतोपि समीचीनतया मया न चिन्तितं तत्र अस्तु तर्हि 7.1 इत्यस्मिन् चिन्तयतु प्रथमं अस्तु अस्तु अन्वयसहचारः कुत्रचित् भवति किम् आं चेत् अग्रे गच्छतु अस्तु तत्र अन्वयसहचारः अस्ति वा इति चिन्तनीयं तर्हि यत्र हेतुः तत्र साध्यम् इति एव अन्वयसहचारः सत्यम् अतः यत्र वह्निः तत्र धूमः इति अत्र हा तर्हि यत्र वह्निः तत्र धूमः यथा इति वक्तुं शक्यते चेत् अन्वयसहचारः जायते इति वदेम तर्हि अत्र यत्र वह्निः तत्र धूमः यथा महानसम् इति भवितुमर्हति अतः अन्वयसहचारः भवितुमर्हति भवति एव तत्र अस्तु तर्हि अग्रे व्यतिरेकसहचारः यत्र साध्याभावः तत्र हेत्वाभावः इति अस्ति व्यतिरेकसहचारः तर्हि यत्र धूमाभावः तत्र सत्यं यत्र धूमाभावः तत्र वन्यभावः इति यत्र धूमाभावः तत्र वन्यभावः यथा अस्तु यथा ह्रदः इति जलह्रदः इति भवति अतः तेनापि तेन व्यतिरेकसहचारः अपि जायते अतः तदपि भवति तर्हि अग्रे व्याप्तिव्यभिचारः इत्युक्ते अन्वयसहचारः जातः व्यतिरेकसहचारः जातः इत्युक्ते व्याप्तिः सिद्धा यदि व्यभिचारः न उक्तः तदा व्याप्तिः सिद्धा सत्यम् अस्तु अत्र यत्र साध्याभावः तत्र हेतुः इति एकं वयं स्वीकुर्मः तर्हि तत्र यत्र यत्र वन्य अभावः तत्र धूमः इति कुत्रापि न भवति न न न एकनिमिषं यत्र धूमाभावः तत्र वह्निः यत्र धूमाभावः तत्र वह्निः तर्हि अत्र तर्हि यत्र धूमाभावः तत्र वह्निः यथा इलेक्ट्रिक् अथवा गेस् स्टोव् इति अस्ति अयपिण्डः अयोगोलकः इति अपि सत्यं अयोगोलकः अयपिण्डः यत्र तत्र धूमाभावः अस्ति परन्तु वह्निः अस्ति एव अतः व्यभिचारः जातः तत्र जातः अतः एव व्याप्तिः क्लेशः अस्ति व्याप्तांशे क्लेशः यद्यपि अन्वयसहचारः अस्ति व्यतिरेकसहचारः अस्ति किन्तु व्याप्तिव्यभिचारः अस्ति इति कृत्वा व्याप्तिः न सिद्धा व्याप्तेः उल्लङ्घनं जातम् आम् सत्यम् तर्हि व्यभिचारः जातः इत्युक्ते किम् इत्युक्ते अनुमितिः पर्वतः धूमवान् इति अनुमितिः जायते परन्तु परामर्शः न जायते प्रथमं परामर्शः किमर्थं न जायते पर्वतः धूमवान् वह्निमत्वात् इति अस्ति अनुमितिः तु जायते परन्तु परामर्शः किमर्थं न जायते परामर्शं जातुं किम् आवश्यकं व्याप्तिः आवश्यकं पक्षधर्मता व्याप्तिः उभयमपि उभयमपि आवश्यकं पक्षधर्मता तु अस्ति परन्तु व्याप्तिः अत्र नास्ति व्याप्तांशे क्लेशः व्याप्त्यंशे अत्र व्यभिचारः जातः इति कृत्वा व्याप्तिः न सिद्धा व्याप्तिः न सिद्धा इत्युक्ते व्याप्यव्यापकभावः न सिद्धा व्याप्यव्यापकभावः न सिद्धा सत्यं तदेव अत्र लिखितमस्ति तर्हि कीदृशहेत्वाभासः इत्युक्ते व्याप्यत्वासिद्धिः तादृशहेत्व व्याप्यत्वासिद्धिः एकः प्रकारः व्याप्यत्वासिद्धिः व्याप्यत्वं कुत्र भवेत् व्याप्यत्वं हेतौ भवेत् सत्यं हेतुः एव व्याप्यः खलु व्याप्यः आम् सत्यम् अनतिरिक्तवृत्तित्वं हेतौ भवेत् तदेव व्याप्यत्वं साध्यम् इति तु व्यापकः अतः हा तर्हि तत्र हेतौ व्याप्यत्व असिद्धिः व्याप्यत्वासिद्धिः अस्तु तर्हि इदानीं किं कुर्मः अत्र प्रतिबन्धकज्ञानं किम् इति वदतु हा पर्वतः भवानेव ऊहां करोतु प्रथमं हा अत्र पर्वतः धूमवान् इति अनुमितिः अस्ति अत्र सामान्यतया परामर्शवाक्यं कथं भवेत् इति वदतु हा परामर्शवाक्यं भवति पर्वतः वह्निमान् धूमवात् धूमव्याप्य वह्निमत् अयं पर्वतः इति उत्तमम् अत्र एकेन पदेन वदति चेत् धूमव्याप्य वह्निमत् पर्वतम् इति उत्तमः पर्वतः इति पुल्लिङ्गः बहु उत्तमं महोदय धूमव्याप्य वह्निमत् पर्वतः इति प्रतिबध्य ज्ञानम् इति परामर्शः न जायते खलु न जायते न जायते धूमव्याप्य वह्निमत् पर्वतः इति परामर्शः न जायते तर्हि तदेव प्रतिबध्यज्ञानस्य आकारः आकारः सत्यम् तर्हि प्रतिबन्धकज्ञानस्य आकारः कः वह्निव्याप्य धूमवत् पर्वतः इति भवेत् किं वह्निव्याप्य धूमवत् पर्वतः इति भवेत् विपरीतरीत्या भवेत् न न विपरीतरीत्या न उक्तं खलु हा न उक्तं सारि न न अत्र प्रतिबन्धकज्ञाने तत्र हेतुः साध्योः मध्ये वैपरीत्यं न कार्यं केवलं तत्र अभावः वक्तव्यं सत्यं हा धूमव्याप्य वह्निमत् पर्वतः इति प्रतिबध्यज्ञानस्य आकारः आम् आम् धूमाभावव्याप्य वन्यभाव न न उभयत्र किमर्थम् अभावः योजयति अत्र क्लेशः कः धूमः अत्र वह्निं दृष्ट्वा पर्वतः धूमवान् इति एव क्लेशः न इति क्लेशः इति नास्ति अत्र व्याप्तिव्यभिचारः यत्र साध्याभावः तत्र हेतुः तदेव क्लेशः खलु तदेव क्लेशः आं सत्यं यत्र साध्याभावः तत्र हेतुः ओ आं सत्यम् इति चेत् इदानीं व्याप्यत्वस्य अभावः अस्ति व्याप्यत्वस्य अभावः अस्ति कुत्र वह्नौ व्याप्यत्वं नास्ति तदेव क्लेशः खलु व्याप्तिः वह्नौ व्याप्तिः वह्नौ इति हेतौ व्याप्तिः नास्ति चेत् किं व्याप्यत्व अभावः नास्ति व्याप्यत्व अभावः अस्ति वह्नौ हेतौ तर्हि इदानीं वदतु भवता किम् उक्तं पूर्वं धूमाभावव्याप्य न न प्रथमं तत्र प्रतिबद्धज्ञाने धूमव्याप्य वह्निमत् पर्वतः इति हा तर्हि इदानीं कस्य अभावः इति चेत् धूमस्य अभावः इति नास्ति वह्नेः अभावः इति केवलम् अत्र व्याप्तेः अभावः आम् आम् आम् ओ अस्तु व्याप्ये धूमव्याप्याभाव वह्निमत् पर्वतः हा धूमव्याप्याभाव वह्निमत् पर्वतः हा सत्यम् हा व्याप्ताभावः इति अत्र धूमे वह्नेः व्याप्ताभाव व्याप्ति अभावः अस्ति अतः एव तादृश परामर्शः धूमव्याप्याभाव वह्निमत् पर्वतः हा धूम अभावव्याप्यवह्निमत् पर्वतः खलु धूमाभावव्याप्य वह्निमत् हा वह्निः तु अस्ति परन्तु धूमाभावेन व्याप्यः अस्ति पर्वतः अतः तदेव प्रतिबन्धकः भवति समीचीनम्। अस्तु तर्हि अत्र हेतुभावासः नूतनचिन्तनम् इत्यत्र किञ्चित् भिन्नरीत्या लिखितमस्ति, तदनन्तरं पश्येम। यदि एतादृशमेव चिन्तयेम इत्युक्ते स्प्रेड्शीट् मध्ये पुस्तके कीदृशं दत्तं तादृशं मया उक्तं, किन्तु भिन्नरीत्या अपि वक्तुं शक्यते। इदानीं यथा भवता उक्तं तादृशमेव वदतु, धूमव्याप्य अभाव वह्निमत्पर्वतः। अस्तु, तत्र विग्रहवाक्यं वदति वा? अस्तु अस्तु, धूमव्याप्य इत्यस्ति, तर्हि धूमेन व्याप्य इति, धूमेन व्याप्यः धूमव्याप्यः तृतीयपुरुषः। हा, अग्रे धूमव्याप्याभावः इति अस्ति, तर्हि धूमेन अत्र धूमव्याप्यस्य अभावः षष्ठी तत्पुरुषः। धूमव्याप्यस्य अभावः न धूमेन व्याप्यः। एकनिमिषम्, अत्र पुनः किञ्चित् चिन्तनीयम्। अस्तु, आरम्भतः वदतु महोदय। हा अस्तु, धूम अस्तु समस्तपदमस्ति, धूमव्याप्य अभा धूमव्याप्याभाववन्निमत् पर्वतः इति। धूमाभावव्याप्य, एकनिमिषं लिखिष्यामि, वन्निमत् पर्वतः। अस्तु, प्रथमं पदद्वयमस्ति धूमाभाव इति, तर्हि धूमाभाव इत्युक्ते धूमस्य अभावः, धूमस्य अभावः धूमाभावः न सत्यं धूमव्याप्यभावः। अस्तु, अतः धूमव्याप्य इति अस्ति प्रथमपदद्वयं, तर्हि धूमेन व्याप्य इति धूमव्याप्यः। तर्हि धूमेन व्याप्यः धूमव्याप्यः, धूमव्याप्यः कः? पर्वतः न न धूमव्याप्यः वह्निः सत्यमिता धूमव्याप्य वह्निः तर्हि धूमव्याप्यः इत्यनेन कः उक्तः? वह्निः उक्तः, वह्निः उक्तः। अस्तु, तर्हि इदानीं धूमेन व्याप्यः धूमव्याप्यः, तदनन्तरं तदनन्तरं धूमव्याप्याभाव इति अस्ति, धूमव्याप्य अभावः इत्यस्य विग्रहवाक्यं अस्तु, धूमव्याप्यः अभावः अभावश्च धूमव्याप्यः अभावश्च धूमव्याप्यः धूमेन व्याप्यः धूमव्याप्यः सः कः? वह्निः, खलु? आम् आम् सत्यं। तर्हि धूमव्याप्य अभावः धूमव्याप्यस्य अभावः धूमव्याप्य अभावः इत्युक्ते वह्नेः अभावः, धूमव्याप्यः इत्यनेन कः उक्तः? इति तु वह्निः सत्यं, वह्निः। तर्हि इदानीं धूमव्याप्यस्य अभावः इत्युक्ते धूमव्याप्य इत्यस्मिन् स्थाने वह्निः इति स्थापयामश्चेत् वह्नेः अभावः, वह्नेः अभावः इति भवति। तर्हि इदानीं धूमव्याप्य अभावः इत्युक्ते वह्नि अभावः इति जातः। तर्हि धूमव्याप्य अभाव वह्निः इति भवति। तत्र क्लेशः अस्ति खलु, तत्र क्लेशः भवति, वह्नि अभाव वह्निः इति भवति, वह्नि अभाव वह्निः इति भवति इति भवति। इत्युक्ते धूमव्याप्याभाव इति विशेषणमस्ति खलु वह्नेः? यदि एतादृशं वदामः धूम अभाव धूमव्याप्याभाव वह्निमत् पर्वतः इति वदामश्चेत् तत्र समीचीनतया अस्माभिः न उक्तं, किमर्थमित्युक्ते धूमेन व्याप्यः धूमव्याप्यः वह्निः, धूमव्याप्यस्य अभावः वह्नेः अभावः इत्युक्ते वह्नि अभावः, वह्नि अभाव वह्निमत् इति भवति, वह्नि अभाव वह्निमत् इत्युक्ते अर्थबोधः एव न जायते, न जायते। तर्हि आरम्भतः किञ्चित् चिन्तनीयम्। इत्युक्ते यत्र साध्याभावः तत्र हेतुः इति क्लेशः खलु. तर्हि दोषः कुत्र अस्ति इति चेत् वह्नौ अपि नास्ति, धूमे अपि नास्ति, किन्तु अधिकरणम् इत्युक्ते सप्त अयः पिण्डे साध्य अभावः, धूम अभावः अस्ति, तस्मिन् हेतुः अस्ति, वह्निः अस्ति, तदेव क्लेशः खलु. तदेव क्लेशः. तर्हि साध्य अभाववत् यदस्ति सप्त अयः पिण्डः, तत्र वृत्तित्वमस्ति, अतः सः हेतुमत् भवति. हा, तर्हि साध्य अभाववत् यत् तप्त अयः पिण्डः, तस्मिन् अग्निः अस्ति, वह्निः अस्ति, वृत्तित्वमस्ति. अतः एव किञ्चित् भिन्नरीत्या अत्र लिखितमस्ति पुस्तके. इत्युक्ते तत्र यदा व्याप्तेः अभावः वक्तव्यः, तत्र व्याप्तेः अभावः हेतुः अपि च साध्यं स्वीकृत्य न वक्तुं शक्यते. तत्र अधिकरणम् आनेतव्यं कथञ्चित्, तदा एव अर्थबोधः जायते. यद्यपि प्रतिपद्यज्ञानम्, इदानीं प्रतिपद्यज्ञानस्य आकारः कः? धूमव्याप्य वन्यमत् पर्वतः इति खलु, इति प्रतिबध्यते, इति ज्ञानं न जायते. किमर्थं न जायते इति चेत् व्याप्तिः न सिद्धा. तर्हि प्रतिबन्धकज्ञानस्य, अतः एव मया उक्तं सर्वदा प्रतिबन्धकज्ञानस्य आकारः प्रथमं वक्तव्यः अस्ति. तद् अनुसृत्य, तदर्थमेव अत्र कालं मध्ये परिवर्तितं खलु गते वर्गे. प्रथमं प्रतिबद्ध प्रतिबन्धकज्ञानं संस्थाप्य तदनन्तरं प्रतिबद्धज्ञानं मया संस्थापितम्. तर्हि प्रतिबन्धकज्ञानस्य आकारः कः इति इदानीं चिन्तनीयम्. साध्यस्य अभावः, साध्य अभावः इत्युक्ते धूमाभावः, यस्मिन् अस्ति तस्मिन् हेतुः अस्ति इति व्यभिचारः खलु. तर्हि साध्य अभाववत् अवृत्तित्वं हेतौ नास्ति, वृत्तित्वमस्ति हेतौ. तर्हि इदानीं तादृशं प्रतिबन्धकज्ञानस्य आकारं वदतु. साध्य अभाववत् वृत्तित्वम् अस्ति, तस्य प्रतिबन्धकं भवति साध्याभाववत् अवृत्तित्वं. न, प्रथमं प्रतिबन्धकज्ञानस्य आकारं वदतु, अत्र उदाहरणं स्वीकृत्य. यस्, हा, अत्र पर्वतः धूमवान् वह्नेः, तत्र साध्य अभाववत् वृत्तित्वम्. साध्य अभाववत् वृत्तित्वम्, अस्तु. तर्हि गेस् स्टोव् इति अस्ति खलु, तत्र उक्तं खलु, इत्युक्ते तप्त अयः पिण्डः इति अस्माभिः उक्तं. हा, तर्हि तत्र साध्य अभाववत् वृत्तित्वम् इत्यत्र साध्यम् इति प्रकृतसाध्यं किम्? धूमः इति. तर्हि तदेव वदतु, अत्र साक्षात् वदतु, धूम अभाववत् वृत्तित्वम्. हा, वृत्तित्वं कुत्र अस्ति? धूमाभाववत् वृत्तित्वम् अयोगोलके अस्ति खलु, अयोगोलके अस्ति. आम्, अस्तु. तर्हि इदानीं किं कुर्मः, अत्र हेत्वाभासः नूतनचिन्तनम् इति शीट् अस्ति खलु, तत्र नैन्थ् रो पश्यतु. अस्तु, हा, अत्र गेस् स्टव् इति मया लिखितमस्ति, तत् परिवर्तयामि. सप्त अयः पिण्ड, सप्ताय सप्तायपिण्डरूप धूमभावद् वृत्तित्ववत्त्ववह्निः इति वृत्तित्ववह्निः. पठतु पुनः. प्रतिबन्धकज्ञानमस्ति तप्ताय पिण्डरूप धूमाभाववद् वृत्तित्ववत्वन्निः. वृत्तित्ववत् वह्निः खलु वृत्तित्वं वह्नौ. तप्तय पिण्डरूप धूम अभवत्. वस्तुतः अत्र कः क्लेशः अस्ति इति चेत् साध्य अभावत् वृत्तित्वमस्ति. साध्य अभाववत् वृत्तित्वमस्ति. तत्र अधिकरणं किम् इति वक्तव्यं. तप्त अयपिण्डः. अतः तप्त अयपिण्डरूप धूप धूम अभाववत् वृत्तित्ववत् वह्निः. सत्यम्. अत्र अत्र व्यभिचारः व्याप्तेः व्यभिचारः अस्ति अतः एव अधिकरणम् आवश्यकम्. पर्वतः धूमवान् अस्ति. यत्र वह्निं दृष्ट्वा पर्वतः धूमवान् इति अनुमितिः कुर्मः खलु. परन्तु तदेव प्रतिबद्ध्य अस्ति. तस्य प्रतिबन्धकं किम् इत्युक्ते तादृश अधिकरणं यत्र धूमः नास्ति तथापि वह्निः अस्ति. तादृश अधिकरणं वक्तव्यं. सत्यं. तस्मिन् अधिकरणे यः वह्निः अस्ति तदेव प्रतिबन्धकं करोति पर्वतः धूमान्वान् इति अनुमितिं प्रति. अतः तादृशं वक्तव्यं प्रतिबन्धकः ज्ञानम् इत्युक्ते अत्र सर्वे पश्यन्तु अनुमितिः जायते वा इति प्रथमं परिशीलनीयम्. अनुमितिः किमर्थं न जायते यदि पक्षः असिद्धः अस्ति, साध्यम् असिद्धः अस्ति, नो चेत् असिद्धमस्ति, नो चेत् द्वयोः मध्ये सम्बन्धः असिद्धः अस्ति चेत्. तदनन्तरम् इदानीं परामर्शः जायते वा इति चिन्तनीयं. परामर्शः कदा जायते? यदि पक्षधर्मता लब्धा, व्याप्तिः लब्धा. तर्हि पक्षधर्मता इत्युक्ते हेतुः, पक्षः हेतुमान् इति ज्ञानं न जायते चेत् तत्र परामर्शः न जायते. अस्तु, अस्मिन् सन्दर्भे तदपि जातुमर्हति. तदनन्तरं व्याप्तिचिन्तनं. व्याप्तिः कदा न जायते इति चेत् अन्वयसहचारः न जायते चेत् व्याप्तिः न जायते. इत्युक्ते केवलव्यतिरेकस्थले एव अन्वयसहचारः न जायते चेदपि व्याप्तिः जायते. तत् त्यजेम. केवलव्यभिचारः केवलान्वयः इति त्यजेम. प्रथमं सामान्यचिन्तनं. तदर्थमेव अत्र मया स्थापितमस्ति 7 इत्यत्र व्याप्तिपरिशीलनम्. अत्र हेतुः कीदृशः? अन्वयव्यतिरेकीहेतुः वा केवलान्वयीहेतुः वा केवलव्यतिरेकीहेतुः वा इति. तत् कथं परिशीलनं कर्तुं शक्यते इति अनन्तरं पश्येम. इदानीमेव पश्येम, किन्तु किञ्चित् अनन्तरं पश्येम. तर्हि व्याप्तिसिद्धेः अत्र प्रथमम् अन्वयसहचारः जायते वा इति परिशीलनीयं. तद् जातं. व्यभिचार व्यतिरेकव्यभिचारः व्यतिरेकसहचारः जायते वा इति चिन्तनीयं. तदपि जातम्. तर्हि इदानीं व्याप्तिव्यभिचारः कुत्रचित् भवति वा इति चिन्तनीयं. तत्रैव क्लेशः अस्ति. यदि व्यभिचारः, व्याप्तेः व्यभिचारः भवति तदा तत्र प्रतिबन्धकज्ञाने किं योजनीयम् इति चेत् कस्मिन् अधिकरणे व्यभिचारः दर्शितः स च अधिकरणं तदधिकरणं प्रतिबन्धकज्ञाने योजनीयम्. अतः अत्र किं कृतमस्ति? तप्त अयपिण्डरूप इति आरब्धं. तप्त अयपिण्डरूप धूमाभाव साध्य अभाववत् वृत्तित्ववत् हेतुः इति भवति. इत्युक्ते वृत्तित्वं हेतौ. तर्हि वृत्तित्ववत् किं? हेतुः. अन्ततो गत्वा हेतौ, हेतुः आनेतव्यः. अतः तप्त अयपिण्डरूप धूम अभाववत् वृत्तित्ववत् वह्निः इति. अस्तु, तर्हि इदानीं प्रतिबद्धज्ञानस्य आकारः कः इति वदतु महोदय. प्रतिबद्धज्ञानस्य आकारः भवति तादृश अत्र अधिग्रहणं स्वीकृत्य एव. तर्हि तप्ताय पिण्डरूप धूमाभाववद् वृत्तित्ववत् वह्निः इति. तत्र समानमेव अस्ति खलु. तर्हि तत्र परिवर्तनं करणीयं खलु. अवृत्तित्वम्. अवृत्ति भवता समीचीनतया न पठितम्. ओ अस्तु, अत्र हा द इति अस्ति. तत्र के अत्र अहं न किञ्चित् ज़ूम् चेत् वृत्तित्व अभावः इति वक्तव्यं. हा, वृत्तित्व अभावः इति वक्तव्यं. सत्यं. हा, तत्तायपिण्डरूपधूम अभाववत् अवृत्तित्ववत् वह्निः इति प्रतिबद्धज्ञानम्। हा समीचीनम्। प्रतिप्रत्यक्षेण ज्ञायते, तर्हि समानाकारकत्वं निरूपयतु इदानीम्। हा समानाकारकम् इत्यस्य कृते प्रथमं तु समानविशेष्यम्, अत्र विशेष्यमस्ति वह्निः द्वयमपि स्थले, प्रतिबन्धकज्ञाने अपि तप्तायपिण्डरूपधूमाभाववद् वृत्तित्ववत् वह्निः, प्रतिबद्धज्ञाने तप्तायपिण्डरूपधूमाभाववद् अवृत्तित्ववत् वह्निः, अतः वह्निः इति समानविशेष्यमस्ति। अतः समानविशेष्यतावच्छेदकं वह्नित्वम् इति। प्रतिबद्धज्ञाने प्रकारः अस्ति तप्तायपिण्डरूपधूमाभाववद् वृत्तित्वम् इति। प्रतिबद्धज्ञाने प्रकारः अस्ति तप्तायपिण्डरूपधूमाभाववद् अवृत्तित्वम् इति। अस्तु, तर्हि प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः अस्ति धूमाभाववद् वृत्तित्वत्वम्। प्रतिबन्धकज्ञाने प्रकारस्य प्रतियोगितावच्छेदकः अस्ति तदेव धूमाभाववद् वृत्तित्वत्वम् इति। अतः तत्रापि अत्र किञ्चित् भिन्नरीत्या लिखितमस्ति, इत्युक्ते धूम अभाववद् अवृत्तित्वम् अवृत्तित्ववत् वह्निः इति एव प्रतिबद्धज्ञाने अस्ति खलु। सत्यं, किन्तु इदानीं प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः भावरूपेण भवेत्, तदनन्तरं प्रतिबन्धकज्ञाने अभावरूपेण भवेत् इति कृत्वा किञ्चित् परिवर्तितमस्ति। भवतु, तत्र क्लेशः नास्ति। धूम अभाववद् वृत्तित्वत्वम् उभयत्र। अस्तु, इदानीम् अग्रे। अग्रे मुद्रा का? तर्हि अत्र धूमाभाववद् वृत्तित्वत्वम् इति प्रकारः प्रतियोगितावच्छेदकः प्रतिबन्धकज्ञाने, अतः मुद्रा अस्ति तदभाववत्ता निश्चयमुद्रा इति धूमाभावव्य। अत्र व्याप्तिः असिद्धः अस्ति खलु। हा, व्याप्तिः असिद्धः अस्ति, अतः तदभावव्याप्तिवत्ता निश्चयमुद्रया। हा समीचीनं, धूमाभावव्याप्यवत्ता सत्यं, वह्नौ अस्ति खलु। हा, वह्नौ अस्ति, सत्यं, धूम अभावव्याप्यवत्ता वह्नौ अस्ति, इत्युक्ते यस्मिन् अधिकरणे धूम अभावः अस्ति, साध्य अभावः अस्ति, तत्र हेतुः अस्ति। तादृशवत्वं वत्ता वह्नौ अस्ति, धूम अभावव्याप्यवत्ता वह्नौ अस्ति इति कृत्वा तदभावव्याप्यवत्ता निश्चयमुद्रा। तत्र क्लेशः अस्ति, तदभावव्याप्यवत्ता इति लेखनीयम्, इति लेखनीयं। तदभाव व्याप्यवत्ता, व्याप्यवत्ता निश्चयमुद्रया, मुद्रा निश्चयस्य अस्य सुगमा। अस्तु, तदनन्तरं हेत्वभासलक्षणसमन्वयः। हा, अत्र धूमाभावव्याप्यवत् वह्निः इति दोषः, यत्पदेन सङ्गृह्य तत्त्वम् इति धूमाभावव्याप्यवत् वह्निः इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वम्। अस्तु, समीचीनम्। इति परामर्शप्रतिबन्धकत्वम् इत्युक्ते परामर्शः न जायते, अनुमितिः तु जायते, पर्वतः धूमवान् इति अनुमितिः जातुम् अत्र प्रतिबन्धकत्वं नास्ति, परामर्शे प्रतिबन्धकत्वम् अस्ति, परामर्शे परामर्शः प्रतिबद्धः अस्ति। सत्यम्। अस्तु, अग्रे। तत्त्वं तस्मिन् पदार्थे धूमाभावव्याप्यवत् वह्नौ अस्ति इति दोषरूपहेत्वाभासलक्षणसमन्वयः। अस्तु, अतः एव समूहालम्बनज्ञानं स्वीकरणीयं, तस्य आकारः अस्ति धूमाभावव्याप्यवह्निः वह्निः च इति। तर्हि अत्र धूमाभावव्याप्यवह्निः इति एव दोषः अस्ति, अतः एव तेन सह वह्निः इति यः हेतुः अस्ति, यद् हेतुः अस्ति, तदपि एकस्मिन्नेव अधिकरणे स्थापयामः चेत् दुष्टत्वं वह्नौ हेतौ आयास्यति, अतः एव तादृशसमूहालम्बनं ज्ञानं स्वीकरणीयं। वस्तुतः अत्र समूहालम्बनं चिन्तनीयं वा न वा? धूमाभावव्याप्यवह्निः इति एव दोषः, तर्हि वह्निः एव दोषः दुष्टः भवति इत्युक्ते वह्निः वह्नौ किमस्ति, वह्नित्वमस्ति खलु? आम् सत्यं। तर्हि अत्र समूह आलम्बन अस्मिन् उदाहरणे समूह आलम्बनज्ञानस्य आवश्यकता एव नास्ति, आवश्यकता नास्ति। किमर्थमित्युक्ते धूम अभाव व्याप्य वह्निः वह्नौ अन्तर्भूतमस्ति खलु? सत्यं सत्यम्। अतः तदर्थमेव अत्र उपरि वि इत्यत्र विशिष्टत्वं शुद्धान्न अतिरिच्यते, शुद्धान्न अतिरिच्यते इति लिखितमस्ति खलु? आम् सत्यम्। शुद्धः इत्युक्ते किम् इति चेत् अत्र न शुद्धः इत्युक्ते अवशिष्टम्। आम् सत्यम्। अत्र विशिष्टवह्निः अस्ति धूमाभावव्याप्यवह्निः, शुद्धः अस्ति वह्निः, तर्हि सत्यमपि वह्निः एव। अतः नीलो घटः इति वदामश्चेत् तदपि घटः एव खलु? घटः एव सत्यम्। अतः घटः इति वदामश्चेत् तत्र नीलोघटः रक्तघटः इति सर्वं तस्मिन् अन्तर्भूतमपि भवति इति कृत्वा तस्य आवश्यकता नास्ति। वह्नौ वह्नित्वमस्ति, स च वह्नित्वं धूमाभावव्याप्य वह्नौ अपि अस्ति, यस्मिन् कस्मिंश्चित् वह्नौ अस्ति सत्यम् इति कृत्वा अत्र वस्तुतः समूह अस्मिन् उदाहरणे समूह आलम्बनज्ञानस्य कल्पनमेव न आवश्यकम्। आवश्यकं नास्ति सत्यम्। किन्तु किन्तु चिन्तितमस्ति, चिन्तितं भवतु अत्र सर्वत्र एतादृशं चिन्तनमस्ति इति कृत्वा अत्रापि समूहालम्बनज्ञानं स्वीकृत्य अस्तु इदानीं दोषत्वं सम्पादयतु। आम् सत्यं। धूमाभावव्याप्यवह्निः वह्निः च इति समूहालम्बनं ज्ञानमादाय एकज्ञानविषयप्रकृतहेतुतावच्छेदकं यत् वह्नित्वं तद्वत्त्वं वह्निहेतौ अस्ति इति तस्यापि दुष्टत्वम्। अस्तु उत्तमं। दोषः तर्हि दोषः किम् इत्युक्ते व्याप्तिः हेतौ नास्ति, तदेव दोषः। हेतुः साध्याभाववति अपि भवति यथा गेस्टौ इति, अतः एव तदेव दोषः यथा तद् इदानीं त्यजेम तत्र डब्ल्यू एण्ड् एक्स् अनन्तरं पश्येम यथा तप्ता यः पिण्डः इति। अस्तु अस्तु। तप्तायः पिण्डः अस्तु उत्तमं। तर्हि एकनिमिषं महोदय, तर्हि सर्वेषां मनसि एतत् स्यात् यत्र व्यतिरेक यत्र व्यभिचारः दृश्यते तत्रैव प्रतिबन्धकज्ञाने किम् आनेतव्यं, कुत्र व्यभिचारः दृष्टः इति योजनीयम्, अधिकरणं योजनीयम्, अधिकरणं योजनीयम्। अतः एव तत्तयपिण्डरूपसाध्याभाववत् साध्याभाववत् वृत्तित्वत् हेतुः इति भवति। अस्तु रमेश महोदय वदतु महोदय। प्रतिबन्ध्यज्ञानं तर्हि किमस्ति इति, प्रतिबन्ध्यज्ञानं किमस्ति इति, प्रतिबन्धकज्ञानं किमस्ति इति न बुद्धं महोदय। तप्तपिण्डरूपधूम अभाववत् वृत्तित्ववह्निः वा धूम अभाववत् वह्निः, हा वृत्तित्ववत् वह्निः वा धूम अभाववत् वृत्तित्ववत् वह्निः वा इति, किमर्थम् एकस्थले तप्तपिण्ड तप्ताय पिण्डरूप इति अस्ति, द्वितीयस्थले तद् नास्ति? द्वितीयस्तरे इत्युक्ते कुत्र नास्ति? कालम् पि हा तत्र प्रकारत अवच्छेदकः खलु, अवच्छेदकः प्रकारः। प्रकारः किं यदि ज्ञानं तप्तपिण्डरूपधूम इति ज्ञानं भवति चेत् प्रकारता अपि तद् योजनीयं खलु, प्रकारतायामपि तत् तदपि योजयिष्यामः। केवलं तत्र क्लेशः समीचीनम् इत्युक्ते सम्पूर्णबोधः जायते तदा, तर्हि तदपि योजयिष्यामि। तप्तायपिण्डरूपधूम अभाववत् अवृत्तित्वम् इति, एकनिमिषम्, तप्तायपिण्डरूप धूम तप्तायपिण्डरूपधूम अभाववत् अवृत्तित्वम् इति प्रत्यबद्धज्ञाने प्रकारः अस्ति, तप्तायपिण्डरूपधूम अभाववत् वृत्तित्वम् इति प्रतिबद्धकज्ञाने प्रकारः अस्ति। तर्हि उभयत्र प्रकारत अवच्छेदकः अपि तत्रापि योजयिष्यामः। समीचीनं, सर्वत्र इदानीं मया योजितं। तत् कुर्मः चेत् पर्वते तादृशवह्निः अस्ति वा इति न, पर्वते तादृशवह्निः इति नास्ति। अत्र इदानीं व्याप्तेः व्यभिचारः दर्शितः खलु, अतः व्याप्तिः न जाता, व्याप्तिः न जाता चेत् परामर्शः न जायते, परामर्शः न जायते चेत् अनुमितिः न जाता। तर्हि किमपि पक्षः भवेत् तादृशः एव भवति इति वा, पर्वतः निष्कास्य किमपि स्वीकुर्मश्चेत् तदा तत्रापि तादृशमेव भवति, तर्हि व्याप्तेः एव दोषः अस्ति। हा, व्याप्तौ दोषः दर्शितः इति कृत्वा पर्वतः धूमहान् वह्नेः इति अनुमानं न कर्तुं शक्यते। इत्युक्ते अत्र पर्वतः इत्यस्मिन् स्थाने तप्तायः पिण्डं स्थापयामश्चेत् तप्तायः पिण्डः धूमवान् वह्नेः इति अनुमानं न भवति खलु? न भवति, न भवति इति कृत्वा समीचीनम्। अत्र पुस्तके सर्वत्र तप्तायपिण्ड तप्तायपिण्डरूप तप्तायपिण्डरूप इति त्यक्तमस्ति, किन्तु यदि स्पष्टतया वक्तव्यं तदा एतदपि योजनीयमस्ति, तत्र तदा स्पष्टता जायते। अस्तु, बहु समीचीनं। तर्हि एतदपि समापितम्। इत्युक्ते यद् यत् पुस्तके इत्युक्ते तर्कसङ्ग्रहकारेण प्रथमम् अत्र पश्यतु कीदृशः इति चेत् सव्यविचारः इति तर्कसङ्ग्रहे प्रथमविध किं हेत्वाभासः, तत्रापि साधारणम् इति प्रथमविधस्य हेत्वाभासः तत्, किन्तु तदेव मोस्ट् काम्प्लिकेटेड्, अन्तिमसोपानि तस्य नष्टः जातः। अस्तु, तर्हि इदानीम् अग्रे गमनात् पूर्वं रमेश् महोदय भवानेव चिन्तयतु, इदानीम् अत्र हेतुः अन्वयव्यतिरेकी केवलान्वयी केवलव्यतिरेकी, अन्वयव्यतिरेकी वा केवलान्वयी वा केवलव्यतिरेकी वा इति कथं चिन्तयितुं शक्यते? इदानीम् अत्र प्रकृतहेतुः स्वीकरोतु, वह्निः इति। वह्निः यदि तद् अन्वयव्यतिरेकी अन्वय केवल अन्वयी, तर्हि यदि व्यतिरेक व्यतिरेकी न लभ्यते तर्हि तत् केवल अन्वयी भवति खलु? न, अत्र इदानीं वह्निः इति स्वीकरोतु महोदय, वह्निः हेतुः, वह्निः इति हेतुः अन्वयव्यतिरेकी हेतुः वा केवलान्वयी हेतुः वा केवलव्यतिरेकी हेतुः वा इति परिशीलनं करोतु। वह्नेः अभावः भवितुम् अर्हति वा इति दर्शनीयम्, इति यदि दर्शयामः वह्नेः अभावः भवति एव तर्हि तद् तस्य केवल अन्वयी न भवितुम् अर्हति, तत् केवल अन्वयीस्थले न भवितुम् अर्हति। वह्नेः वह्निः अस्ति वा इति द्रष्टव्यं, तदपि अस्ति, वह्निः अस्ति तर्हि तत् केवल व्यतिरेकी न भवितुम् अर्हति। इत्युक्ते कथं चिन्तयति, हेतुः अस्ति वा प्रसिद्धः वा हेतुः अभावः प्रसिद्धः वा इति चिन्तयति वा? हा, तदेव अहं चिन्तयामि। किन्तु अत्र केवलान्वयेः उदाहरणम् एकं वदतु। केवल अन्वयी प्रमेयत्वम् इति यत् हेतु आसीत् तदेव केवल अन्वयी, प्रमेयत्वात् प्रमेयत्वं यदि हेतु सम्पूर्णवाक्यं वदतु, सम्पूर्णवाक्यं वदतु, अनुमानवाक्यं विस्मृतवान् महोदय। सत्यभाम भगिनी, भवती जानाति किम् हेतु अधिकरण तत्त्व? न न, इदानीम् उदाहरणं केवलान्वयी उदाहरणम् एकं वक्तव्यम्। घटः अभिधेयः प्रमेयत्वादिति उदाहरणमपि वदतु। यदा पटः, उत्तमं, घटः अभिधेयः प्रमेयत्वात् यथा पटः, उत्तमम्। तर्हि इदानीम् अस्मिन् उदाहरणं एतद् उदाहरणं स्वीकृत्य चिन्तयतु रमेश महोदय. तत्र प्रमेयत्व अभावः इति यः अस्ति तस्य उदाहरणं न लभ्यते, प्रसिद्धः न अस्ति तत्. केवलं तद्वा अत्र साध्यं किम्? अभिधेयत्वम्. अभिधेयत्व अभावः प्रसिद्धः किम्? अभिधेयत्व अभावः अपि न प्रसिद्धः खलु. तस्य अभावः परिशीलनीयं वा? हा, पुस्तके किं लिखितमस्ति? साध्याभावः अप्रसिद्धः अस्ति इति कृत्वा अत्र हेतुः केवलान्वयी इति उक्तं, न तु हेत्वाभावः अप्रसिद्धः इति कृत्वा. हा हा, तर्हि केवलान्वयी हेतुः वा इति दर्शनार्थम् अत्र योजयिष्यामि, तदनन्तरं यदि आवश्यकं परिष्कुर्मः. केवलान्वयी हेतुः कः इति चेत् साध्याभावः अप्रसिद्धः अस्ति चेत् तत् केवलान्वयी भवति खलु. अस्तु, केवलव्यतिरेकेः उदाहरणं किम्? पृथिवी गन्धवती, पृथिवी इतरभेदवती गन्धवत्वात्, यन्नैवं तन्नैवं यथा जलं खलु. अस्तु, तर्हि केवलव्यतिरेकी हेतुः कः इति कथं निश्चेतुं शक्नुमः? साध्य, यत्र साध्यमस्ति तत्र साध्यस्य साध्यं विना किमपि स्थले तस्य उदाहरणं नास्ति इति. पक्षं विहाय किमपि स्थले साध्यस्य उदाहरणं न लभ्यते. पृथ्वी गन्धवती, पृथ्वी इतरभेद इतरभेदवती गन्धत्वात्, हेतुः केवलं पक्षे अस्ति. हेतुः केवलं पक्षे अस्ति. तर्हि उत्तमं, तर्हि पक्षातिरिक्त पक्ष अतिरिक्त पक्षातिरिक्तोदाहरणम् न लब्धम्. पक्ष अतिरिक्त उदाहरणं न लब्धं चेत् तदेव केवलव्यतिरेकी खलु. तर्हि तदपि योजयामः. किमर्थं योजनीयम् इति चेत् प्रथमम् अस्मिन् स्तरे इत्युक्ते सप्तमस्तरे इतोपि किञ्चित् परिष्कर्तव्यमस्ति यद् मया लिखितं, किन्तु परिष्कारं कुर्मः. अत्र किमर्थम् एतादृशं मया लिखितमस्ति इति चेत् व्याप्तिपरिशीलनं करणीयं. व्याप्तिपरिशीलने हेतुः कीदृशी, हेतुः कीदृशः इति चिन्तनीयम्. किमर्थं चिन्तनीयम् इति चेत् यदि हेतुः केवलान्वयी अस्ति, केवलान्वयी हेतौ किं न किं भवति किं न भवति महोदय, तद्वदति वा? अन्वयसहचारः, व्यतिरेकसहचारः, व्याप्तिव्यभिचारः. केवलान्वयीस्थले अन्वयसहचारः भवति, व्यभिचारः न भवति. न, क्रमेण चिन्तयतु, क्रमेण चिन्तयतु. अन्वयसहचारः भवति वा न वा? व्यतिरेकसहचारः न भवति. न भवति, तस्मिन् विषये न चिन्तनीयमेव. अतः तदर्थमेव केवलान्वयी खलु. इत्युक्ते यस्य व्यतिरेकविविच्छसहचारः न भवति सः एव केवलान्वयी हेतुः खलु. व्याप्तिव्यभिचारः अपि न भवति. तत् तत्र व्यभिचारः भवति चेत् तत् सद्धेतुः इव नास्ति, अतः व्यभिचारविषये न चिन्तनीयम्. अस्तु, तर्हि इदानीं केवलव्यतिरेकस्थले केवलव्यतिरेकस्थले अन्वयसहचारः न भवति, अन्वयसहचारः तस्य चिन्तनं न कर्तुं शक्यते. तत्रैव किञ्चित् इतोपि स्पष्टतया वक्तव्यम् इत्युक्ते पक्षं विहाय किमपि न भवितुम् अर्हति. पक्षं विहाय अन्वयसहचारः न लभ्यते. तर्हि तदपि योजयिष्यामि. इत्युक्ते साध्याभावः अप्रसिद्धः अस्ति चेत् केवलान्वयी, साध्याभावः तत्र हेत्वाभावः इति अनन्तरं चिन्तयेम. इत्युक्ते यदि अस्तु तत्र घटः अविधेयः प्रमेयत्वात् यथा पटवत् इति उक्तमस्ति चेत् इदानीं प्रमेयत्वम् इत्यस्मिन् स्थाने इदानीं प्रमेयत्वाभावः अपि अप्रसिद्धः अस्ति भवतु, किन्तु घटः अभिधेयः वह्नेः इति यदि अहं वदामि वह्नेः अभावः अप्रसिद्धः नास्ति, तथापि इदानीं एतद्वाक्यं घटः अभिधेयः वह्नेः पटवत् इदानीम् एतद् अनुमानं केवलान्वयी वा केवलव्यतिरेकी वा अन्वयव्यतिरेकी वा? अन्वयव्यतिरेकी अस्ति. कथं वदतु अनुमानवाक्यं पुनः एकवारं वदतु. एकनिमिषं. घटः अभिधेयः वह्नेः, घटः अभिधेयः वह्नेः, घटः अभिधेयः. तर्हि यत्र अभिधेयत्वं नास्ति इति तदपि केवल अन्वयी एव भवति वा? इति कृत्वा हेत्वभावः अप्रसिद्धः वा इति न चिन्तनीयम्. घटः अभिधेयः प्रमेयत्वात् पटवत् इति उदाहरणे हेतोः अप्रसिद्धिः अपि अस्ति, किन्तु यदि अस्तु इतोपि चिन्तनं कुर्मः तर्हि अत्रापि घटः एकनिमिषं घटः अभिधेयः वह्नेः पटवत् इति उदाहरणमपि केवलान्वयी उदाहरणमेव खलु. महोदय चिन्तनं कुर्वन् अस्मि महोदय. घटः अभिधेयः वह्नेः तत्र घटः व्यतिरेकसहचारः वक्तुं शक्यते वा इति पश्यतु. न वक्तुं शक्यते. अभिधेयस्य अभावः इति अप्रसिद्धः एव. अभिधेयस्य अभावः इति न वक्तुं शक्यते. व्यतिरेकं केवलान्वयी एव भवति. अस्तु इदानीं विपरीतरीत्या अहं वदामि. घटः प्रमेयः घटः न एकनिमिषम् अत्र साध्य अभावः भवितुम् अर्हति. घटः पृथिवी इति यदि अत्र पृथिवी पृथिव्याः अभावः भवितुमर्हति खलु. न घटः द्रव्यं द्रव्याभावः भवितुमर्हति एव. गुणे द्रव्याभावः अस्ति इति कृत्वा अस्तु घटः द्रव्यं प्रमेयत्वात् इति यदि अहं वदामि इदानीं प्रमेयत्व अत्रापि केवलं साध्याभावः अस्ति एव प्रसिद्धः. साध्यः प्रसिद्धः, साध्याभावः प्रसिद्धः. एकनिमिषं साध्याभावः प्रसिद्धः अस्ति किन्तु हेतुः हेतोः अभावः अप्रसिद्धः अस्ति. हेत्वभावः अप्रसिद्धः खलु. हेत्वभावः अप्रसिद्धः तत्र. तर्हि किं चिन्तनीयं? साध्याभावः अप्रसिद्धः अथवा हेत्वाभावः अप्रसिद्धः अस्ति चेत् तादृशहेतुः केवलान्वये हेतुः भवति खलु समीचीनं किम् चिन्तयन् अस्मि महोदय हेतु अभावः अपि हा हेतु अभावः अपि साध्यस्यभावः साध्यभावः हेतु अभावः यत्र हेतुः नास्ति तत्र साध्यभावः तत्र हेतु अभावः किमर्थं तत् हेतु अभावः तत् केवल अन्वयी भवति वा आम् इत्युक्ते व्यतिरेकसहचारः यत्र साध्याभावः तत्र हेतु अभावः इति व्यतिरेकसहचारः खलु तद् न अप्रसिद्धः अस्ति चेत् व्यतिरेकसहचारः न वक्तुं शक्यते हेतु अभावः अप्रसिद्धः अस्ति चेदपि न वक्तुं शक्यते खलु न वक्तुं शक्यते तद् इति कृत्वा तदपि तर्हि साध्याभावः अथवा हेतु अभावः उभयोः एकमपि अप्रसिद्धमस्ति चेत् तदा केवलान्वयहेतुः वस्तुतः व्यतिरेकसहचारः अभावः अस्ति चेत् केवलान्वयहेतुः खलु एवम् अत्र केवलं व्यतिरेकी इत्यत्र पक्ष अतिरिक्त उदाहरणं न लब्धम् इत्युक्ते पक्ष अतिरिक्त अन्वयसहचारः पक्षातिरिक्त अन्वयसहचार अभावः अस्ति चेत् तत् केवलान्वयी हेतुः भवति खलु पक्ष अतिरिक्त अन्वयसहचार अभावः इत्युक्ते पक्षं विहाय अन्यत्र यत्र कुत्रापि अन्वयसहचारः न वक्तुं शक्यते चेत् तदेव केवलं व्यतिरेकी भवति तर्हि अन्वयव्यतिरेकी इत्युक्ते किम् इत्युक्ते अन्वयसहचारे सति अन्वयसहचारे सति व्यतिरेकसहचारः अस्ति चेत् तद् अन्वयव्यतिरेकी हेतुः भवति खलु महोदय तत् न बुद्धं महोदय अन्वयव्यतिरेकी अन्वयसहचारे सति अन्वयसहचारः अस्ति व्यतिरेकसहचारः किमर्थम् अन्वयसहचारे सति अन्वयसहचारे अपि व्यतिरेकसहचारः अपि अस्ति इति सति इति उक्तं तदेव एण्ड् इति अर्थः ओ सति इत्युक्ते एण्ड् ओके एण्ड् ओके हा महोदय तदपि भवेत् एतदपि भवेत् इति अन्वयसहचारे सति व्यतिरेकसहचारः अस्ति चेत् तदेव अन्वयव्यतिरेकी भवति खलु हा इत्युक्ते अत्र इदानीं यथा सर्वत्र अस्माभिः चिन्तितं यदि साध्यमपि प्रसिद्धं साध्यः प्रसिद्धः अत्र वस्तुतः साध्य अभावः अप्रसिद्धः इति न लेखनीयं साध्यम् अप्रसिद्धम् अथ च हेतुः साध्यम् अथवा हेतुः अप्रसिद्धमस्ति चेत् व्यतिरेकसहचारः केवलान्वयी भवति अस्तु तर्हि अन्वयव्यतिरेकी इत्युक्ते साध्यम् अपि च हेतुः प्रसिद्धः अपि च तत्र अन्वयसहचारः अपि भवति व्यतिरेकसहचारः अपि भवति चेत् तदा इदानीं तादृशहेतुः केवल अन्वयव्यतिरेकी भवति इति. अस्तु, अहं किं करोमि, अद्य अत्र टेबल् रूपेण अहं स्थापयामि. इत्युक्ते प्रसिद्धिः अप्रसिद्धिः इत्यस्मिन् विषये चिन्तनीयं, तदनन्तरं तादृश अधिकरणमस्ति वा इति अपि चिन्तनीयम्. तदा एव केवलान्वयी केवलव्यतिरेकी इति वक्तुं शक्यते. अस्तु, बहु समीचीनं. तर्हि इदानीम् अत्र एतावत्पर्यन्तं यदस्माभिः चिन्तितं तत्र प्रश्नाः सन्ति किम्? नो चेत् अग्रे गच्छामः. समीचीनं, तर्हि इदानीम् अग्रिम उदाहरणम् अत्र सत्यभामा भगिनी चिन्तयति. पर्वतः वह्निमान् प्रमेयत्वात् इति. पर्वतः वह्निमान् प्रमेयत्वात् पर्वतः पक्षः वह्निमान् उदाहरणं वदतु. पर्वतः वह्निमान् प्रमेयत्वात् यथा महानसम्. उत्तमं, महानसं महानसे वह्निः अस्ति, प्रमेयत्वमपि अस्ति खलु. अस्ति, पर्वतः पक्षः प्रसिद्धः अस्ति. इदानीं पक्षः साध्यं हेतुः वक्तव्यं. पक्षः पर्वतः साध्यं धूमवान् धूमवत्वं धूमः एव खलु. अत्र कुत्र पश्यन्ती अस्ति, अनुमानपरिशीलनक्रमः इति स्प्रेड्शीट् मध्ये 25th रो मध्ये मया स्थापितमस्ति. पर्वतः वह्निमान् प्रमेयत्वात् यथा महानसम्. दृश्यते किं महोदय? तद् फस्ट् लैन् मध्ये स्थापयितुं शक्यते चेत् कृपया स्थापयतु. अस्तु, स्थापितम्. ओके, दृश्यते खलु. दृश्यते, फस्ट् रो सेकेण्ड् रो मध्ये अस्ति, बि टु. सत्यं, तर्हि उभयत्र स्थापितं यथा सौकर्यं, पश्यतु. पर्वतः वह्निमान् प्रमेयत्वात् इति उदाहरणं, इति वाक्यम् उदाहरणं महानसं महानसे इति यदा महानसम्. ओके, अनुमानस्य उदाहरणम् उक्तं किम्? ओके, देन् पक्षः साध्यं हेतुः कः इति वक्तव्यं. पक्षः पर्वतः साध्यं वह्निः हेतुः प्रमेयत्वम्. उत्तमम्, अग्रे. पक्षः प्रसिद्धः किं? केन प्रमाणेन पक्षः पर्वतः प्रसिद्धः एव प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते. अतः अनुमिति भवितुम् अर्हति. अनुमिति वक्तव्यं वा इदानीं? न, अतः अग्रे गच्छतु. साक्षात् अत्र किं लिखितमस्ति तदेव कर्तव्यं. साध्यं प्रसिद्धं किं? साध्यम् अस्ति वह्निमान्, वह्निः प्रसिद्धमेव प्रत्यक्षेन ज्ञातुं शक्यते. अनुमिति भवितुम् अर्हति. पक्षे साध्यं भवितुम् अर्हति वा? पक्षे साध्यं, पक्षः पर्वतः, पर्वते वह्निः, वह्निमान् पर्वतः भवितुम् अर्हति. अतः प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते. अनुमतिसिद्धः सिद्धा. परामर्शे प्रतिबन्धकम् अस्ति वा इति परिशीलनार्थम् अग्रे गच्छतु. वह्निमान् पर्वतः वह्निमान् इति अनुमितिः भवितुमर्हति. आम्, अस्तु, तर्हि इदानीं परामर्शस्य विषये चिन्तनीयम्. अग्रे चिन्तयतु. परामर्शे चिन्तनार्थं व्याप्ति चिन्तनीयं प्रथमं खलु. न, अत्र सोपानं किमस्ति तदेव, तादृशमेव चिन्तयतु कृपया. पक्षधर्मदा हेतौ हेतुमत्वं पक्षे पच्छधर्मदा हेतौ पच्छः पर्वतं पर्वते हेतुः प्रमेयत्वम् अस्ति पर्वते पच्छधर्मदा अस्ति प्रमेयत्वं पर्वते अस्ति खलु अस्ति पर्वतः अपि प्रमेयः इति कृत्वा प्रमेयत्वं पर्वते अस्ति अस्ति तर्हि पक्षधर्मता पक्षधर्मता सिद्धा हेतौ अस्ति अतः पक्षधर्मता सिद्धा अतः अग्रे गच्छतु व्याप्तिपरिशीलनं इदानीं प्रमेयत्वम् इति हेतुः कीदृशहेतुः इति चिन्तयतु ओके प्रथम अन्वयसहचारः पश्यामः यत्र यत्र यत्र प्रमेयत्वं तत्र वह्निः यदा महानसम् यत्र वह्नि अभावः तत्र प्रमायत्व अभावः तत् न वक्तुं शक्यते प्रमायत्व अभावः इति अप्रसिद्धः इति कृत्वा इदानीं कीदृशहेतुः अस्ति केवल अन्वयहेतुः इति उत्तमम् इदानीं केवल अन्वयहेतुः अस्ति एतत् खलु अस्तु तर्हि इदानीं व्यतिरेकसहचारः न लब्धः इति कृत्वा व्याप्तिः न लब्धा इति वक्तुं शक्यते वा एकस्मिन् स्थले अस्ति अतः न वक्तुं शक्यते महोदय तत्र क्लेशः अस्ति इति अहं चिन्तयामि वदतु तत्र वह्नि अभावः वह्नि अभावः अस्ति चेदपि प्रमेयत्वम् अस्ति प्रमेयत्वम् अस्ति इति वक्तुं शक्यते खलु न भवान् इदानीम् अन्यस्मिन् विषये चिन्तयन्नस्ति अत्र मम प्रश्नः अस्ति व्यतिरेकसहचारः अत्र न वक्तुं शक्यते खलु यत्र वह्नि अभावः तत्र प्रमेयत्व अभावः इति न वक्तुं शक्यते वह्नि अभावः तत्र प्रमेयत्व अभावः इति न वक्तुं शक्यते तत्र कः क्लेशः किमर्थं न वक्तुं शक्यते प्रमेयत्व अभावः कदापि न भवति इति उत्तमं तर्हि इदानीं प्रमेयत्व अभावः इति अप्रसिद्धः अस्ति इति कृत्वा एतद् हेतुः एषः हेतुः केवलान्वयीहेतुः तर्हि केवलान्वयीहेतौ हेतुस्थले व्यतिरेकसहचारः न द्रष्टव्यः एव खलु परन्तु व्यतिरेकव्यभिचारः तत्सर्वं तदनन्तरम् अग्रे अग्रे आयास्यति इत्युक्ते सामान्यतया किं वदेम यदि हेतुः अन्वयव्यतिरेकी अस्ति उभयमपि वक्तुं शक्यते चेत् तदा व्यतिरेकसहचारः न सिद्धः चेत् व्याप्तिः न सिद्धा इति भवति किन्तु केवलान्वयी हेतौ अन्वयसहचारः एव भवति व्यतिरेकसहचारः न भवति इति कृत्वा व्यतिरेकसहचारः न जातः इति कृत्वा अत्र किम् अत्र व्याप्तिः न सिद्धा इति न वक्तव्यं बुध्यते खलु हा महोदय अस्तु तर्हि इदानीम् अग्रे चिन्तयतु भगिनि इदानीं अन्वयव्यभिचारः अस्ति वा इति न अन्वयव्यभिचारः इति मा चिन्तयतु अत्र अस्माभिः किं चिन्तितम् अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति न चिन्तनीयं केवलं व्याप्तिव्यभिचारः अस्ति वा इति इदानीं व्याप्तिः किं लिखितमस्ति इति एकवारं पठतु भगिनि व्याप्तिपरिशीलनं हेतु कीदृश अन्वयव्यतिरेकी साध्यम् अपि इदानीं सर्वं भवत्या कृतं 7.3 तत्र अस्ति इदानीम् ओके तत्र किं लिखितमस्ति इति एकवारं पठतु व्यतिरेकसहचारः यत्र साध्याभावः अभावः तत्र हेतु अभावः कुत्रचित् भवति ओके क्षम्यता व्याप्तिव्यभिचारः यथा यत्र साध्याभावः तत्र हेतुः यत्र साध्याभावः साध्यम् अस्ति वह्निः वह्नि अभावः तत्र हेतुः तत्र प्रमेयत्वं तदस्ति वदतु कुत्र यत्र साध्याभावः जलहृदः जले साध्या उत्तमं जलहृदः यत्र साध्याभावः यत्र बन्ध्यभावः तत्र हेतुः तत्र प्रमेयत्वं यथा जलाभावः जलहृदः खलु तर्हि इदानीं व्यतिरेकव्यभिचारः उक्त व्याप्तिव्यभिचारः उक्तः इति कृत्वा किम् व्याप्ति अंशे दोषः अस्ति इति इत्युक्ते व्याप्तिः न सिद्धा खलु न सिद्धः व्याप्तिः न सिद्धा इति कृत्वा परामर्शः न जायते परामर्शः न जायते तर्हि अत्रापि व्याप्यत्वासिद्धिः एव खलु व्याप्त्यंशे एव दोषः अतः व्याप्यत्वा तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः वदतु इदानीं जलहृदः इति भवत्या उक्तम् जल इदानीं जलहृदः जल प्रतिबध्यज्ञानं प्रथमं प्रतिबन्धकज्ञानं प्रथमं वक्तव्यम् एकनिमिषम् आकारः अहं लिखामि पर्वतः वन्यमान् प्रमेयत्वात् प्रमेयत्वात् पर्वतः वह्न्य अभाववत् प्रमेयत्वादिति सो प्रतिबन्धकज्ञानं पर्वतः वह्न्य अभाववत् प्रमेयत्वम् इति व्याप्तिः वह्न्य अभाव व्याप्य प्रमेयत्वं प्रमेयत्ववत् जलहृदः न इदानीं भवत्या यथा गते पूर्वस्मिन् उदाहरणे अस्माभिः चिन्तितं यत्र व्यतिरेकव्यभिचारः भवति तत्र यस्मिन् अधिकरणे तद्भवति तद् उक्त्वा व्याप्तिः वक्तव्या खलु तप्तयपिण्डरूपधूम अभाववत् वृत्तित्ववत् बह्निः इति प्रतिबन्धकज्ञानम् एवम् अत्र जलहृदरूप वह्नि अभाववत् वृत्तित्ववत् प्रमेयत्वम् इति उत्तमम् इति प्रतिबन्धकज्ञानस्य आकारः तर्हि प्रतिबध्यज्ञानस्य आकारः कः जल देन् तत् अस्ति तदपि अधिकरणं स्वीकृत्य वक्तव्यं वा तत् महानसे अस्ति महानसरूप वह्नि किमर्थं महानसरूपं प्रतिबन्ध्यं यत्र प्रतिबन्धकज्ञानस्य आकारः एकवारं वदतु पुनः प्रतिबन्धकज्ञानमस्ति जलहृदरूप वह्नित्वाभाववत् वृत्तित्ववत् प्रमेयत्वम् इति बन्धित्वं नास्ति समीचीनतया वह्नि अभाव वृत्तित्ववत् प्रमेयत्वम् न पुनः वक्तव्यं जलहृदरूप जलहृदरूप वह्नि अभाव वृत्तित्ववृत्तिवत्व वह्नि अभाववत् वृत्तिप्रमेयत्वं वृत्तित्ववत् प्रमेयत्वं नो चेत् वृत्तिप्रमेयत्वं वृत्तिप्रमेयत्वम् इति वदामश्चेत् समीचीनं वृत्तित्ववत् प्रमेयत्वम् इति वदामश्चेदपि समीचीनमेव वह्नि वृत्तिप्रमेयत्वम् इति एव वदतु समीचीनं वह्नि अभाववत् इति वक्तव्यं हा वह्नि अभाववत् वृत्तित्वं खलु वह्नि अभाववत् किं जलहृदं जलहृदः जलहृदरूपवह्नि अभाववत् वृत्तिप्रमेयत्वं नो चेत् वृत्तित्ववत् प्रमेयत्वम् उभयता वक्तुं शक्यते तर्हि अत्र परिवर्तयिष्यामि वृत्तित्ववत् इति अनुक्त्वा वृत्तिप्रमेयत्वम् इति एव अहं वदामि हा जलहृदरूपवह्नि अभाववत् वृत्तिप्रमेयत्वम् इति प्रतिबन्धकज्ञानस्य आकारः तर्हि इदानीं प्रतिबध्यज्ञानस्य आकारः कः महानसरूप वह्नि महानसम् उदाहरणं ओ पर्वतः क्षम्यतां पर्वत अत्र पर्वतः इति पक्षः खलु उदाहरणं प्रतिबन्धकज्ञानस्य भगिनी प्रतिबन्धकज्ञानस्य आकारः यदस्ति तदेव आकारः प्रतिबन्ध्यज्ञानस्यापि भवेत्, केवलं तत्र अभावः भवेत् तावदेव। जलहृदरूप एव वक्तव्यं, जलहृदरूप वह्नि अभाव अभाववत् इति वक्तव्यं, न न आवृत्तित्वम् इति वक्तव्यम्। हा ओके, जलहृदरूप वह्नि अभाववत् अधि आवृत्तित्वम् आवृत्तित्ववत् प्रमेयत्वम् इति भवति। आवृत्तित्ववत् प्रमेयत्वं नो चेत् आवृत्तिप्रमेयत्वम्। ओके, तदेव न जायते खलु। अत्र अस्माकं कृते किं ज्ञानमस्ति, जलहृदरूपवह्निः अभावत् वृत्तिप्रमेयत्वम् इति ज्ञानं प्रतिबन्धकमस्ति चेत् किं ज्ञानं न जायते। जलहृदरूपवह्निः अभावत् वृत्ति जलहृदरूपवह्निः अभावत् आवृत्तित्व आवृत्तिप्रमेयत्वम् इति रूपम् इति न जायते। अस्तु, तर्हि इदानीं समानविशेष्यं किं सर्वं वदतु। समान विशेष्यं जलहृदः न न एकनिमिषं, प्रमेयत्वं समानविशेष्यं सत्यं समान प्रमेयत्वं विशेषदावच्छेदकम्। इदानीं प्रतिबद्धज्ञाने आकारः कः, जलहृदरूप वह्नि प्रतिबद्धज्ञाने प्रतिबद्धज्ञाने जलहृदरूप वह्नि अभावाभाव न वह्निः अभाववत् आवृत्ति इति, वह्नि अभाववत् आवृत्ति, वह्नि अभाववत् वह्निः अभाववत् आवृत्ति इत्युक्ते तत्र जलहृदरूपवह्निः अभावत् वृत् इति वक्तुं शक्यते, नो चेत् वह्निः अभावत् आवृत्ति इति अपि वक्तुं शक्यते सामान्यतया। अस्तु, प्रतिबन्धकज्ञाने प्रकारः कः, तस्य अभावः जलहृदरूप वह्नि अभाववत् वृत्ति, अभावत् वृत्ति नो चेत् जलहृदरूप वह्नि अभावत् अवृत्ति अवृत्ति अभावः इति अपि वक्तुं शक्यते। अस्तु, उभयत्र इदानीं प्रकारस्य अवच्छेदकः कः, जलहृदरूप वह्नि अभाववत् वृत्ति वृत्तित्वम् इति प्रतिबन्धकज्ञाने, तदेव प्रतिबन्धकज्ञाने अपि प्रकारः भवति खलु। तर्हि इदानीं मुद्रा वदतु। तद् अभावव्याप्यवत्ता निश्चय मुद्रया तद् अभाव, तत्रापि परिशील मया परिष्कीर्णं परिष्कर्तव्यमस्ति, वह्नि अभाववत् वृत्तित्वं प्रमेयत्वे इति तदभावव्याप्यवत्ता, व्याप्यवत्ता निश्चयमुद्रा निश्चयस्य अस्य सुगमा। अस्तु, तर्हि अग्रे इदानीं हेत्वाभासस्य लक्षणसमन्वयः, अत्र इदानीं नूतनचिन्तनमिति स्पृच्छि दृष्ट्वा वदतु भगिनि। महोदय, तत्र प्रश्नः अस्ति, किमर्थं व्याप्यमुद्रया इति प्रयोजनं कुर्मः, तत् न बुद्धं महोदय। व्याप्यमुद्रया अस्ति, व्याप्याभावः अस्ति खलु, न तत् अभावः अस्ति एव खलु, व्याप्यस्य अभावः इति नास्ति खलु, तद् व्याप्यः खलु, न न वह्नि वह्न्याः वृत्तित्वम् एव तत्र नास्ति खलु, तत्र तद् न बुद्धं महोदय। व्याप्य, वै आर् वि यूसिङ्ग् व्याप्य इन् दिस् केस्? द अभावः इस् डैरेक्ट्लि विजिबल्, इट् इस् नाट् दट् इट्स् वाट् अभावः इस् डैरेक्ट्लि विजिबल् दट् दि प्रमेय just a minute more, let me go back, ha the prameyat there is vanni where there is no prameyatvam, even when there is prameyatvam, even when vanni is not there, there is prameyatvam, so that essentially says that it is directly not there. No, I didn't get why we are using its subset is not there, therefore the whole thing is not there kind of thing. I didn't get that part of it. No, you just have to think through. Atra kasya abhavaha nasti. Iti atra kasya abhavaha asti. कस्य वा प्रमेयवर्णेः अभावः अस्ति परन्तु प्रमेयत्वम् अस्ति वर्णेः अभावः किमर्थं परामर्शः न जायते वर्णेः अभावः अस्ति वर्णेः अभावः नास्ति इति न वर्णेः अभावः अस्ति इति क्लेशः नास्ति वर्णेः अभावः भवितुमर्हति हा परन्तु प्रमेयत्वम् अस्ति तत्र तर्हि इति व्याप्तेः अभावः अस्ति इति तद् व्याप्तेः अभावः अस्ति व्याप्य अभावः अस्तु तर्हि भवान् एतादृशं चिन्तनं करोतु अत्र मुद्रा द्विविधा अस्ति खलु तद् अभाववत्ता निश्चयः तदभावव्याप्यवत्ता निश्चयः अत्र तदभावव्याप्यवत्र निश्चयमुद्रया एव तत्र क्लेशः अस्ति इत्युक्ते पक्षस्य अभावः नास्ति हेतोः अभावः तत्र अप्रसिद्धः इति नास्ति इति एतत् सर्वं लभ्यते केवलम् अत्र व्याप्तिः व्याप्तेः व्यभिचारः कुत्रचित् दर्शितः अस्ति खलु ओके सो व्याप्तेः असिद्धः भवति व्याप्तेः दोषः भवति इति कृत्वा केवलम् इत्युक्ते यत्र यत्र व्यतिरेकव्यभिचारः दृश्यते तत्र एव तदभावव्याप्यवत्ता निश्चयमुद्रया इति वक्तव्यम् ओके गाट् इट् अस्तु तर्हि इदानीं हेव सति वा इदानीं हेतोभासलक्षणसमन्वयः वह्नि अभाववत् अभाववत् वृत्तिप्रमेयत्वम् वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वं वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वत्वं तस्मिन् पदार्थे वह्नि अभाववत् वृत्तिप्रमेयत्वे अस्ति इति दोषरूपहेतु अभासलक्षणसमन्वयः अस्तु तर्हि इदानीं प्रकृतहेतौ तद् आनेतव्यम् अतः समूहालमनज्ञानम् एकं कल्पयितुम् उक्त्वा वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनज्ञानस्य आकारः इदानीम् अस्तु तर्हि अत्र पश्यतु इदानीम् अत्र समूहालम्बनज्ञानस्य आवश्यकता अस्ति वा अत्रापि नास्ति इति चिन्तयामि यतो हि प्रमेयत्वं साक्षात् अस्ति खलु ज्ञाने वस्तुतः नास्ति यथा धूमाभावव्याप्यवह्निः वह्निः च इत्यत्र नास्ति एवमत्र वह्निः अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं खलु आम् आम् महोदय अस्तु अत्र किञ्चित् परिवर्तनीयमस्ति मया तदपि परिवर्तयिष्यामि यथा पूर्वं लिखितं धूमाभावव्याप्यवत्ता हेतौ एवम् अत्र वह्नि अभाव व्याप्य वह्नि अभाव व्याप्यवत् वह्निः वह्नि अभावव्याप्यवत् प्रमेयत्वम् इति खलु वह्नि अभाव वह्नि अभाव व्याप्यवत् प्रमेयत्वम् इति दोषः वस्तुतः वह्नि अभावत् व्याप्यवत् प्रमेयत्वम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वं वह्नि अभाव वह्नि अभाव व्याप्यवत् एकनिमिषं वह्नि अभाव व्याप्यवत् वह्नि अभाव व्याप्यवत् प्रमेयत्वम् अस्तु वह्नि अभाववत् वह्नि अभाव व्याप्यवत् प्रमेयत्वम् इति ज्ञाने अस्ति इति कृत्वा तस्य परामर्शप्रतिबन्धकं तत्त्वं तस्मिन् पदार्थे वह्निः अभाव व्याप्य प्रमेयत्वे वह्निः अभावव्याप्य प्रमेयत्वे अस्ति इति दोषलक्षणः अतः वह्निः अभाव व्याप्यप्रमेयत्वं प्रमेयत्वं च अस्तु इदानीं समीचीनतया स्थापितं वह्निः अभावव्याप्य वह्निः अभावव्याप्यप्रमेयत्वं प्रमेयत्वं च अत्रापि समूहालम्बनज्ञानस्य आवश्यकता नास्ति तदापि कृतं तर्हि इदानीम् अत्र अन्तिमं हा एतत् ज्ञानविषये प्रकृतहेतुदावच्छेदकं प्रमेयत्वं तद्वत्त्वं प्रमेयतत्वं प्रमेयत्वत्वम् इति अस्ति वा प्रमेयत्वत्वम् इति अस्ति वा प्रमेयत्वम् इत्येव भवेत् प्रमेयत्वरूपप्रकृतहेतौ अस्ति प्रमेयत्वत्ववत्त्वमेव न अवच्छेदकं प्रमेयतत्वं तद्वत्त्वं प्रमेयतत्ववत्त्वं तत् कुत्र अस्ति प्रमेयतत्वे अस्ति तत् प्रमेयत्वरूपहेतौ प्रमेयत्वहेतौ अस्ति इति दोषः हेतौ अस्ति इति दोषः उत्तमं समीचीनं तर्हि किञ्चिदेव समयः अवशिष्टः अस्ति तर्हि एतावत्पर्यन्तं चिन्तनं कथं जायमानमस्ति इति सर्वैः अवगतम् इति विश्वसिमि इत्युक्ते अत्र पश्यन्तु व्याप्यत्वासिद्धिः इति अन्तिमस्तरे तद् अपगच्छति इत्युक्ते पक्षः अपि प्रसिद्धः अस्ति हेतुः अपि प्रसिद्धः अस्ति साध्यमपि प्रसिद्धमस्ति अनुमितिः भवितुम् अर्हति पक्षधर्मता अपि अस्ति अन्वयसहचारः अपि अस्मिन् उदाहरणे जातः व्यतिरेकसहचारः न भवितुमेव अर्हति इति कृत्वा हेतुः केवलान्वयी इति कृत्वा व्यतिरेकसहचारे न चिन्तनीयमेव किन्तु अन्तिमसोपाने व्याप्तिव्यभिचारः अत्र जातः इति कृत्वा व्याप्यत्वासिद्धिः भवति अस्तु व्याप्यत्वासिद्धिः इति यदुक्तम् अत्र तदेव इदानीं अस्तु तर्हि इदानीं किञ्चित् चिन्तयेम अत्र पर्वतः वन्यमान् प्रमेयत्वात् यथा महानसम् इति एव अस्माभिः चिन्तितं तर्हि तदेव साधारणः सव्यभिचारः साधारणः इति नाम इत्युक्ते व्याप्यत्वासिद्धिः यत्र भवति तदेव साधारणसव्यभिचारः इति कथ्यते तदेव नाम अस्ति साधारणसव्यभिचारः इति हेत्वावासः गते वर्गे अस्माभिः उक्तं खलु अत्र अत्र यत्र फ्लो डायग्राम् इव संस्थाप्य यत्र यत्र न इति भवति तत्र कः हेत्वाभासः इति वक्तव्यं तदेव अत्र लिखितमस्ति इत्युक्ते गगनारविन्दं सुरभिः इति तत्र पक्षः अप्रसिद्धः इति कृत्वा आश्रयासिद्धिः इति हेत्वाभासः वह्निः अनुष्णत्ववान् इत्यत्र साध्यम् अपि च पक्षः अनयोः मध्ये सम्बन्धः न जायते इति कृत्वा अग्रे न गच्छति इत्युक्ते अनुमितिः न सिध्यते तर्हि तदेव बाधः इति यत्र पक्षः निर्मता न भवति तदेव स्वरूपासिद्धिः यत्र व्याप्तिव्यभिचारः भवति तद् व्याप्यत्वासिद्धिः इति वक्तुं शक्यते नो चेत् तस्य सङ्ग्रहकारेण कः नाम का नाम कृता किं नाम कृतम् इति चेत् साधारणव्यभिचारः साधारणसव्यभिचारः इति इदानीं पश्यतु अतः एव व्यभिचारः इति उक्तम् व्यभिचारः अस्ति अत्र कः व्यभिचारः इति व्याप्तिव्यभिचारः अस्ति सव्यभिचारः तत्र मेहुल् महोदय वदतु सव्यभिचारः इति समस्तपदं तस्य विग्रहवाक्यं कथं किं सव्यभिचारः व्यभिचारेण सह उत्तमं इदानीं बुध्यते सर्वं खलु व्यभिचारेण सह वर्तते तदेव सव्यभिचारः किन्तु कीदृशसव्य कीदृशव्यभिचारेण वर्तते अत्र व्यतिरेकव्यभिचारेण सह इत्युक्ते व्याप्तिः खलु हा सत्यं व्याप्तिः व्याप्तिव्यभिचारेण सह वर्तते हा व्याप्तिव्यभिचार व्याप्तिव्यभिचारेण सह वर्तते यत् तदेव साधारणसव्यभिचारः इति साधारणसव्यभिचारः इत्युक्ते साध्यसामानाधिकरण्यं तत्र भवति किन्तु व्याप्तिः न लभ्यते भवतु तर्हि अत्र स्थगेव एतादृशचिन्तनम् अग्रे इतोपि किञ्चित् चिन्तनं कुर्मः अग्रिमे वर्गे सर्वेभ्यो नमस्कारः धन्यवादाश्च